पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 113 श्रीराम उवाच कं दृश्यन्ते विमानस्था नानारूपधरा शुभाः सर्वकामफलोपेता सुभार्या शतयोषितः सहस्रनरनारीभिः पूज्यमानाः पदे पदे गायन्ति विंशतिर्योषा रूपलावण्यकोमलाः करं कवाहिनी चैका चामरासक्रबाहवः तालवृन्दद्वयं नार्यो विजयन्ति प्रगृह्य वै सचक्रे चाङ्गमध्ये स्या उपधानं तथा परः एकस्य करयोर्हस्तस्तावकानेकसंयुतः नानाविधपरीहासकृतोद्भुल्लमुखाम्भुजः एकैकत्र विमाने तु दृश्यते चन्द्रदीदिधिः स्त्रीशदेषु विमानेषु दृश्यते ईश्वरशुभः यदे किं पुण्यकर्तारो विष्णुमायाधवा मुने शम्भुरुवाच यदे हि ब्राह्मणा पुण्या गृहस्थाश्रमवासिनः येषामेव च सग्रासो दत्तो दशरथेन ते तेषां तु मम चित्तानां कदाचिदभवन्मतिः यथेह सुखिनः सर्वे वयं चान्योपजीविनः अस्मानेवानुजीवन्ति सदशो मनुजा इह येन पुण्येन च वयं सर्वे कामानुमोदिनः सुस्त्रीकृतोपचाराश्च सर्वे राज्यसुखान्विताः जरामरणहीनाश्च युवानः सर्वदैव हि विचार्यैवं द्विजा सर्वे वसिष्ठस्याश्रमं ययुः आगतानथ सम्पूज्य वसिष्ठो वाक्यमुक्तवान् किमर्थमागदा यूयं शीघ्रं ब्रूद द्विजोत्तमाः द्विज ऊजुः वयमिच्छामहे सर्वे सर्वसम्पत्समन्विते विमाने कामगेरोढुं तत्सम्पादय नो गुरो तत्तेषां चिन्तितं श्रुत्वा वसिष्ठो वाक्यमब्रवीद पुराणं सर्वदा विप्राः श्रोतव्यं पापनाशनं धर्मश्चार्थश्च कामश्च मोक्षस्तत्रैव दृश्यते तथेत्युक्त्वाथ सुनयः पुराणकुशलं मुनिं जग्मुरङ्गिरसं श्रेष्ठं सर्वशास्त्रविशारदम् सर्वागमपुराणज्ञं सदा सत्कर्मचारिणम् इदमूचुर्नमस्कृत्य वयं सफलजीविनः कृतकृत्या वयं ब्रह्मन् साक्षाद्दृष्टोऽसि यन्मुने अङ्गिरा उवाच यत्कार्यमागदा यूयं तत्कार्यं करवाण्यहं पुराणं श्रोतु कामास्तु यूयमत्र समागताः कीर्तयिष्ये विधानं वत् समस्ताकविनाशनं सर्वज्ञानप्रदं देवं तत्त्वविज्ञानसम्भवं शिवभक्तिप्रदं हृदयं विष्णुभक्तिप्रदं शुभं विचित्रस्वगतिप्राप्तिज्ञानदं रमणीप्रदम् नानाविधशुभज्ञानं हृदितन्त्रप्रकाशकम् भुक्तिमुक्तिप्रधानं च विधिदर्शनदीपकं विचित्रभक्तिकथनं भक्तिसाहसकीर्तनं व्रतप्रतिष्ठादानादिभस्मपूजाविधिप्रदं पुराणं पद्ममुदितं ब्रह्मपद्मोपनिर्वृतं महेश्वरेण कथितं प्रमथाकृतिवर्णनम् एतदन्यत्र कथितं पुराणे पात्म एव तु दिलीपेन पुरा पृष्ठो वसिष्ठ प्रोक्तवानिदं तच्छृणुध्वं मुनिवरा ज्ञानं सर्वं भविष्यति अथ तद्वचनाद्विप्राः पुराणश्रवणे रताः कथं श्रोतव्यमधुना किं कृत्वेत्यब्रुवन्मुनिम् सोऽपि सर्वं समाचष्ट शृणु धर्मं सनातनं नमस्कृत्य पुराणज्ञं दद्याच्चाकासनं ततः निषीद तत्र चेत्युक्त्वा गन्धपुष्पैः समर्चयेद आत्मयोगं च ताम्बूलमधिकं वा समर्पयेद ब्रूहि पुण्यकथां ब्रह्मन् पौराणिकीमितीरयेद न कट्वासनमारुह्य नोच्चासनमथापि वा नीचासनो वै शृणुयाद्धर्मकामार्थसिद्धये शृण्वित्युक्त्वा पुराणज्ञ इमं मन्त्रमुदीरयेद नमो हरिं हरमधो गणेशं भारतीमदः इष्टदेवं नमस्कृत्वा पुराणं वक्तुमर्हति अर्धयामं प्रतिदिनं यदि वापीच्छया भवेद् एवं पाठसमाप्तिं च श्रुत्वा कृत्यं समाचरेद श्रोतुश्च तूष्णीं मननं तूष्णीं श्रवणमेव वा अन्यथा भारती क्रोध्ये तत्क्रोधान्मूकदा भवेद् तस्मात् पुराणश्रोता च ताम्बूलादिसमर्पणं वक्तुश्च जीविका कार्या स्वसामर्थ्यानुसारतः पुराणप्रक्रमे देयं स चेलोद्गमनीयकं सूक्ष्माम्बरमधोऽपि वस्त्रद्विदयमर्पयेद् आसनं तु महच्चित्रं रम्यमूर्जस्वलं मृदु सुवर्णं वा तथा दद्याद् गोभू गेहादिकं तथा एतत्समस्तं विप्रेन्द्रा दक्षिणामूर्तिना पुरा शङ्करेण मुनीनां हि भाषितं च दिवौकसाम् अथ ते मुनयः सर्वे तं प्रणम्यासनस्थितं पृथक् पृथक् च ताम्बूलं दत्त्वा शुश्रूषवस्थिताः तेनापि कथितं सर्वं पुराणं सर्वसम्प्रदम् उपां ताध्यायपर्यन्तं श्रुतवन्तो द्विजोत्तमाः दिलीप उवाच कामगेन विमानेन सर्वसम्पत्समृद्धिना सर्वतः सुखयुक्तेन पुण्यस्थानमुपस्थितं वसिष्ठ उवाच नालं पृष्टं त्वया राजन्निदोऽप्यतिशयान्तरैः क्रीडमाना भविष्यन्ति येन तत्पुण्यमुच्यते सुधा धवलितं कृत्वा शिव वेश्मसमं ततः स्त्रियो रूपविलासाढ्याः सर्वालङ्कारभूषिताः नाना सुगीतकुशला नाना नृत्यविशारदाः चदस्रोष्ठौ षडधवा मर्दलध्वनिका स्त्रियः वशिन्यौ द्वे आवजिक्यौ कोणिका धमने उभे लासिक्यस्तु चदस्रस्युः सन्तुष्टैकाधगायिका ह्यकाद्वे वा सुगीतज्ञे मुखरे हि प्रकीर्तिते कोणवाद्यकृते द्वे दुतूष्णीं भूदा षडष्ठ वा सर्वरूपविलासिन्य सर्वाश्चापतितस्तनाः हृदितन्त्राधिकुशलास्तत एव विशङ्किताः सुसूक्ष्मा वस्त्रवेषाश्च विद्युच्चञ्चलदृष्टयः एतादृशीभिर्योषाभिर्येन नृत्यं हि कारितम् एकस्मिन् दिवसे राजन्वत्सरान् स विमानगः शतस्त्रीवीक्षितमुखो युवा बहुभिरर्चितः आनन्दपोषसम्पूर्ण क्रोधेर्ष्यादिविवर्जितः पञ्चगन्धविलिप्ताङ्गः सचन्द्रा हिदलाननः सूर्योपमस्तु योषाश्च सर्वास्ता दशनान्विताः सद्यो विकसिदामोदि पारिजातकृतस्रजः सर्वा विकसितारोहिरक्तसन्धिकृतस्रजः धम्मिल्ले वक्षसि तथा बिभ्रत्य सुस्मिताधराः शरत्येतादृशीभिस्तु नृत्यगीतानुमोदितः एवं विमानगो भूत्वा उषित्वा कालमक्षयम् पश्चाज्जायेत नृपतिरेवं कृत्वा पुनस्तथा राज्यं स्वर्गफलं भुक्त्वा शिवभक्तो भविष्यति शम्भुरुवाच दिलीपाय वसिष्ठोक्तम् मुनीनामङ्गिरो ब्रवीद ते तथा कृतवन्तश्च तौर्यत्रिकमुमापदेः श्रुत्वा पुराणं पद्मं च समग्रं सुखिनो भवन् त एते ब्राह्मणा रामविमानवरमास्थिताः दृश्यन्ते के च सुखिनः सदा मुदितमानसाः यदत्ते सर्वमाख्यातं पुराणेषु विनिश्चितम् इतः परं च किं भूय श्रोतुमिच्छसि राघव इति श्री पद्मपुराणे पादालखण्डे शिवराघवसंवादे त्रयोदशोत्तरशततमोऽध्यायः ॐ